नमस्कारः सर्वेषाम्। अस्माकम् अर्धधातुकप्रकरणे स्वागतम्। तव्यत्तुमुन् त्रिच् इति पाठस्य पुनरावृत्तिः एव। तत्र गतपाठे वयं अतिदेशपर्यन्तं दृष्टवन्तः। तुमुन् कस्मिन् अर्थे इति गतपाठस्य पूर्वम् आसीत्। गतपाठे तु तव्यत् विषये आसीत्। तव्यत् तव्य अनीयरः इति सूत्रं धातुतः तव्यत् तव्य अनीयर् प्रत्ययाः भवन्ति इति। अनन्तरं तत्र कर्त्रार्थे कृत् प्रत्ययः कर्त्रार्थे इति, तस्य एव बाधकसूत्रमासीत्। तयोरेव कृत्यक्त खलर्थाः इति सूत्रं, तद् कर्मार्थे अपि भवति, भावार्थे कर्मार्थे च भवन्ति। कृत्य क खलर्थप्रत्ययाः इति प्रत्ययत्रयस्य विषये एतत् सूत्रं, तयोरेव कृत्य च खलर्थोः खलर्थाः इति सूत्रं भवति। अनन्तरं अर्हे कृत्य तृचश्च इति सूत्रं, तत्र तृच् विधिलिङ्लकारे किं विधिः, अर्ह नाम योग्य कर्तृकवाचकार्थे कृत्यप्रत्ययः तृच् प्रत्ययः च विधिलिङ् प्रत्ययाः विधीयन्ते इति तत्र उक्तमासीत्। अर्ह इति योग्य कर्तृकवाचकार्थे तत्र प्रत्ययत्रयं विधीयते इति। तत्र निदर्शने भवता खलु कन्या वोढव्या, बाह्या, वहनीया इति तत्र उदाहरणानि आसन्। भवान् खलु कन्यया वोढा, वोढा इति तृच् प्रत्ययः, कन्यां वहेत् इति लिङ्, विवाहं कर्तुं योग्यः इति अर्थः। तत्र तस्मिन् अर्थे वोढव्या, बाह्या, वहनीया, अर्हार्थे योग्यता अर्थे तत्र कृत्यप्रत्ययः तृच् प्रत्ययः विधिलिङ्लकारः विधीयते। अर्हे कृत्य तृचश्च इति सूत्रम्। अनन्तरं तत्र कृत्याश्च इति अग्रिम 172 169 एतत्तु 171 इति सूत्रं। तत्र आवश्यकः च आधर्म्यः ऋणविशिष्टः इत्येतादृशे वाच्यार्थे धातुमात्रात् तृत्संज्ञकप्रत्ययः अपि भवति इति तत्र सूत्रं। तत्र उदाहरणमासीत् भवता खलु अवश्यं कटः कर्तव्यः करणीयः कार्यः, अवश्यं हरिसेव्यः, तत्र आवश्यकः इति अर्थे ऋणविशिष्टः इत्येतादृशेषु अर्थेषु अपि संज्ञकप्रत्ययाः विधीयन्ते इति तत्र उदाहरणम्। अनन्तरं पञ्च उपाङ्गानि कानि इति दृष्टवन्तः। प्रत्ययादेशः, धात्वादेशः, इडागमः, अतिदेशः, द्वित्वम्, अभ्यासकार्यम्। एतत्तु अस्मिन् पाठे नास्ति, केवलं धात्वादेशः, इडागमः, अतिदेशः। धात्वादेशः यथा गतपाठे अग्रिमपाठे भवति तावत् समानमेव। अस्तेर्भुः, भ्रुवो, वचि, चक्षिङ्क्याय् इति सूत्राणि। अनन्तरं किम् आसीत्, अतिदेशः, इडागमः खलु, इडागमः, तत्र तु परिचितानि एव। आर्धधातुकस्य इड् वलादेः नेड् विशीकृति तीतु त्रथ सिसु सर कसेषु च इति सूत्रत्रयं। तत्र तुमुन् तव्यत्तुमुन् तृच् इत्येतेषां प्रथमसूत्रद्वयमेव, आर्धधातुकस्य इड् वलादेः नेड् वशीकृति इत्यस्य एव तत्र प्रसक्तिः इति दृष्टवन्तः। अनन्तरं किम्, अतिदेशः अपि समाप्तः खलु, दाङ्कुटादिभ्यो ङित् णित् विज इट् विभाषार्णोः इति सूत्रत्रयं। तत्र आर्धधातुकप्रक्रियायां सामान्य अतिदेशसूत्राणि यानि एतानि इति दृष्टवन्तः। सर्वं समाप्तं, कुटादयः, दातवः के इति अपि। इदानीं तत्र अग्रे विभाषार्णोः समाप्तं खलु, सामान्य अङ्गकार्यस्य साधनात् पूर्वं त्रीणि कार्याणि, तदेव धातु आदेशः आसीत्, इडागमः अतिदेशः, तदेव उक्तं सामान्य अङ्गकार्यात् पूर्वम् एतत् समाप्तं चेत् इदानीं सामान्य अङ्गकार्यं भवति इति. तत्र महोदय भवान् इगन्तधातोः विषये वदति वा, लघुपद अण्ड् इगन्त. इगन्तदातवः सामान्याङ्गकार्यम् एकनिमिष, सामान्याङ्गकार्यम् इत्युक्ते तत्र गुणः यदि इगन्ताङ्गम् अस्ति गुणः भवति, उपादायम् अस्ति चेत् तत्र लघु इक् गुणः भवति. तर्हि नियोगतव्यत् तत्र गुणः सार्धातकार्धातकरीत्या नेतव्य नेतव्या नेतव्यः नेतव्यं नेतव्या इति तुमुन् नेतुम् अपि च तृचि नेत्री इति प्रातिपदिकमस्ति. नेता नेतारौ नेतारः नेत्री नेत्र्यौ नेत्र्यः इति श्रीलिङ्गे भवति. नेत्री श्रीलिङ्गे तपस्वलिङ्गे न जानामि इदानीं नेत्री एव नपुंसकलिङ्ग नेत्र नेत्र इति ऋकारान्तशब्दः खलु. नपुंसकलिङ्गे किं भवति, नेत्रिणी इति भवति वा, नेत्रिणी नेत्रिणी खलु, नुमागम भवति वा, नुमागमस्य पश्यामः. ऋकारान्तस्य अन्यत् शब्दः किमपि वयं प्रायः न दृष्टवन्तः खलु. ऋकारान्त नपुंसकलिङ्ग प्रायः नास्ति इति न जानामि, पश्यामः एकनिमिषं. नेत्रुकल् नेत्र ऋकारान्तपुल्लङ्गः त्रिजन्तः अस्ति. नेत्र शब्द ऋकारान्त स्त्रीलिङ्गः इति नास्ति वा, न क्षम्यताम्. ऋकारान्त कर्तृत्य भवेत् खलु, वाहनस्य यानं नेतृवाहनम् इति यानम् इति. कारान्तः नपुंसकलिङ्गः इति पश्यामि. नो शब्द मैच् द गिवन् फिल्टर् इति अस्ति. तत्र किमपि आदेशः भवति वा, न खलु. एकनिमिषं पुनः पश्यामि, सूत्रं पश्यामः. एकनिमिषम् अपुंसकलिङ्गे एकमस्ति अतिवक्तृ नपुंसकलिङ्ग भाषितपुंस्क त्रिजन्ताः इति एकनिमिषम् एकं पश्यामः चेत् अतिवक्तृ अतिवक्तृणी अतिवक्तृणि तदेव सामान्यमेव. तत्र इगन्तनपुंसकात् अजादि प्रत्यये परे इकोचि विभक्तौ इत्यनेन नुमागमः मित्वात् परः इति अन्त्यात् अचः परः अयम् आगमः विधीयते. अनन्तरं सामान्यकार्यमेव धातुः उकारान्त आसीत् तदपि अनेक अस्ति. होतव्यः होतुं होता इति भवति, होत्री इति श्रीलिङ्गे. कृ धातुः कर्तव्यं कर्तुं कर्ता इति तत्र पुल्लिङ्गे भवति, कर्त्री इति श्रीलिङ्गे तत्र ईत्वं भवति कर्त्री इति. अस्तु, इगन्त षेट् अस्ति चेत् तत्र द्वौ धातु वयं जानीमः, षी अपि च षी अपि च षीङ् अपि च डयने उड्डयने डी इति धातु. षी षे इति भवति गुण गुणकृते सार्वत्रिकेन. अनन्तरं यचो यवयावः इत्यनेन तत्र अयादेशः शयितव्यं शयिता शयितुम् इति डि अपि च दयितव्यम् इति एवमेव भवति, दयितुम् अपि च दयिता इति. एकनिमिष अस्तु. तत्र उकारान्तेषु तत्र षड् दातव्यं यूरुनु स्नु क्ष्णु इति तत्र एते सन्ति तेषु तत्र इडागमः भवति यद्यपि अजादि अजन्त अस्ति यु इति यो इति भवति यवितव्यं यवितव्यं ययिता ययितुम् इति रूपाणि भवन्ति गुणः अपि च यचोयवायावः इति सूत्रेण सूत्रद्वयं परिचितं सूत्रमस्ति 7374 यचोयव इति स्वरसन्धिः अस्ति तत् षष्ठाध्याये प्रथमपादे सप्तसप्तमं सूत्रमस्ति लघु उपददातवः तत्र करणीयं वा प्रायः अरुणा भगिनी भवती सिद्धा अस्ति वा आं भगिनि हा भवती वदतु लघुपददातवः कुत्र अस्ति भगिनि तत्र एषु एव महोदयः महोदय इदानीं प्राप्तं भगिनि लघु उपदधातवः सेट् धातुः लिक् पुगन्तलघुपदस्य च इत्यनेन गुणः भवति लेक् व्यवहितव्य लेखितव्य लेखितुं लेखितृ लेखिता लेखित्री एवमेव मिद् अत्र गुणपदमं पुगन्तलघुपदस्य मेदितव्य मेदितव्यं मेदितुं मेदितृ मेदिता मेदित्री तदेव ऋकारान्त वृष् वर्ष योगयितव्य वर्षितव्यं वर्षितुं वर्षितृ वर्षिता वर्षित्री विशेष लघु उपदातु पदानि भगिनि कृप् धातु कृपश्च अवलोकने विचारं करोति चिन्तनं करोति कृप् धातु कृप् युगतव्य तुमुन्तृच् प्रथमं कृप् पुगन्तलघुपदस्य चैतनेन गुणभूत्वा कर्प योगतव्य तुं तृच् कृपोरोलः इत्यनेन रेफा रेफस्थाने लकारादेशः भवति सूत्रमस्ति कृपोरोलः कृप् धातोः रेफस्य लकारादेशः भवति आदेशः भवति रा इति श्रुतिसामान्यं बोध्यम् तेन यः केवलं रेफ नास्ति यश्च ऋकारस्थ तयोः द्वयोः अपि ग्रहणं सूत्रं सर्व सम्पूर्णसूत्रमस्ति कृपः उः कृपः रः लः कृप् धातु वेट् अस्ति अतः इद आगम विकल्पेन भवति अतः कृपितव्य रूपमपि कल्पितव्य इति कल्पितव्य कल्पितं कल्पितृ कल्पिता कल्पित्री मृज् धातु वदतु भगिनि मृज् वदतु मृज् धातु अत्र वृद्धि भवति विशिष्टसूत्रेण प्रथमं मृज् युगतव्यत् मृज् युग उज्जेर्वृद्धिः इति सूत्रं तदनन्तरं व्रश्च व्रच सृजन् भुज यज राज व्राज च शशांसः इति सूत्रेण षकारादेशः भवति माष्टव्यमिति रूपं माष्टव्य माष्टुं माष्टुनाष्टसूत्रेण अष्टुनसन्धिकार्यम् अपि भवति वृज्यर्वृद्धि श्रुतं वदति मृज् धातोः एकः वृद्धि भवति सार्वधातुके च आर्धधातुके च प्रत्ययपरे व्रश्चब्रज वयं जानीमः व्रश्चब्रज सृज सृजमृज यज राज ब्राज च सशांसः इति सूत्रेण व्रश्च व्रश्च सृज मुज यज राज ब्राज तुक् हेतचकारान्त शकारान्त धातूनाम् अन्तिमवर्ण्यस्थाने षकार आदेशो भवति जलादि निमित्तमस्ति जलादि प्रत्ययपरे वा पदान्ते च मृज्जधातु मृज्जधातु वेट् प्रथमम् अत्र मृज्जितव्य अत्रापि वृद्धिकार्यं किन्तु प्राप्य अजादितव्य हल्सन्धिः नास्ति इति. ओ सलसन्धि ओके. अस्य धातो यद्सहितानि रूपाणि मार्जितव्यं, मार्जितुं, मार्जिता. तावदेव भेदः. अत्रापि तद् वृद्धिकार्यं भवति, किन्तु प्रत्ययः अजादि इत्युक्ते इतव्य इति भवति खलु, सः मृजियोगः इतव्य इत्यत्र हल्सन्धिः न भवति, केवलं वर्णमेलनं. तावदेव तत्र भेदः इति वदति. ऋजे ऋतिः इत्यनेन तत्र मार्ष्टव्यम् इति तत्र वृश्च शृणाष्टुः सर्वं जातं खलु, तद् यदा तत्र धातुः वेट् इति कारणेन हल्सन्धिः न भवति. यत्र इडागमः भवति तत्र हल्सन्धिः न भवति. क्षम्यतां भगिनि, सम्बडि अधुना. अस्तु अस्तु भगिनि, नास्ति चिन्ता. आं भवती पश्यतु. आं महोदय, कुटादिगणीयदातवः, कुटादिगणे अपि देते कुटादिगणीयदातवः वयं जानीमः. तत्र अतिदेशः भवति, तत्र गुणनिषेधः भवति. निति चेतसूत्रेण गाङ्कुटादिगणि निति इति सूत्रेण तत्र नित्तत्वं भवति, विधीयते. अतः गुणनिषेधः भवति. तत्र पञ्चत्रिंशत् धातवः सन्ति. एक विज् इति धातुः इडादि प्रत्ययपरे तत्रापि एतदपि नित्वत् भवति इति विजयी सूत्रमस्ति. तर्हि तत्र सर्वत्र यदि अजादि अस्ति चेत्, क्षम्यताम्, अजन्त अस्ति चेत् तत्र गुणः, क्षम्यतां, गुणः न भवति इति अस्ति. तत्र नु इति धातुः, तत्र नु इति धातुः ऊकारान्तः अस्ति. तर्हि तत्र सर्वे ऊकारान्तः सेटः, अतः नु इति धातुः नवितव्य, तत्र क्षम्यतां, तत्र नो इति न भवति, उवाङ्ग् आदेशः भवति. अचिष्णुधातु उवाङ्ग् इत्यनेन तत्र नुवितव्य, नुवितव्य, नुविता, नुवितुम् इति रूपाणि भवन्ति. तर्हि धू अपि च धुवितव्यम्, अत्रापि धुवितुं, धुविता इति. गु इति अस्ति, तत्र गु इति उकारान्त, ह्रस्व उकारान्त अस्ति. तर्हि तत्र वयं जानीमः तत्र षड् धातवः एव सन्ति ते शेटः. ये गु कु एते एतौ द्वौ अपि अनितौ, अतः तत्र एकमश तत्र गुयोगतव्य इति अस्ति खलु, तत्र गुतव्य इति खलु, तत्र गुतव्य एकमश गु इति खलु भवति वा, गु इति तत्र अनेट् अस्ति खलु, तत्र अनेट् अस्ति, तत्र तत्र किमपि नास्ति. गुतव्य एकनिमिष खलु, तत्र तदेव खलु, गुतव्य गुतुं गुता इति भवति, पुरिशो सर्गे इति भवति, इति भवत्येव आत्मनेपदी अस्ति वा. अत्र कु इति कुशब्दे कुतव्य, कुतुं, कुता इति भवति. ऊर्णो इति धातु वयं जानीमः, ऊर्णोते विभाषा इत्यनेन तत्र विकल्पेन नित्वत् भवति. तर्हि यदि गुणपक्षे ऊर्णो युगति ऊर्णवि ऊर्णो इति भवति. तत्र ऊर्णु इति धातुः एक अनेकाचस्ति इति कृत्वा तत्र इडागमः भवति. अतः ऊर्णयुग इतुम् ऊर्णो इति भवति. ऊर्णवितुम् इति गुणपक्षे, गुण अपक्षे उ आदेश, ऊर्णवितुम् इति भवति. तर्हि ऊर्णो ऊर्णविता अथवा ऊर्णुविता इति भवति. ऊर्णविता ऊर्णविता इति गुणपक्षे ऊर्णविता, अपक्षे ऊर्णुविता इति भवति. कुटादिगणे कुटादिगणे हलन्तदातवः सन्ति. तत्र पुट् स्पुर् उडु सर्वे टकारान्त, सर्वे सवर्गान्तदातवः सेटः भवन्ति. पुट् तत्र पुटितव्यं, पुटिता, पुटितुम् इति. स्फुर् इति एतदपि सेट् अस्ति. स्फुरितुम् अत्र गुणः न भवति, पुगन्तलघुपदस्य इत्यस्य गुणनिषेधः. गाङ्कुटादिभ्यो नित् अनित् नित् नित् नित् इति अस्तु. तर्हि क्रीडु इति अस्ति, क्रीडितव्यं, क्रीडितुं, क्रीडिता इति रूपाणि भवन्ति. तत्र विज् धातुः अस्ति, तत्र वयं जानीमः तत्र विज ईट् इत्यनेन तत्र इदानीं तुमन् तृच् तव्यत् इड इड्योग्यप्रत्ययाः, तर्हि तत्र तत्र गुणनिषेधः भवति. तर्हि उद् उद्विजिता उद्विजितुं तत्र उद्विजितव्यम् इति भवति. यदि यदि अनेक प्रत्ययः अस्ति चेत् उद्वेजनीय इति तत्र गुणः भवितुमर्हति इति दृष्टमासीत् पूर्वं. सत्यम्. उद्विजितुम् इति आम् सत्यं. विजयि उद्वेजनीयम् इति अनियप्रत्यय उद्वेजनीयम् इति भवति. उद्वेजनं लुट् प्रत्यय उद्वेजनम् इति भवति. उद्वेजनम् इति रूपाणि भवन्ति इति अस्माभिः दृष्टमासीत्. अनेन अङ्ग सामान्य अङ्गकार्यं समाप्तं. तत्र केवलम् एतत् सामान्य अङ्गकार्याणि एव. अनन्तरं तत्र एतस्मात् पूर्वमेव वयं धात्वादेशः इडागमः अतिदेशः इति दृष्टवन्तः. सामान्य अङ्गकार्यं मनसि निधाय इदानीं तत्र रूपाणि साधनीयं, तादृशमेव कृतम्. तत्र वर्गीकरणं यदा गतपाठे वा पूर्वतनपाठे आसीत् तादृशम् अत्रापि. भुवादिगणादारभ्य क्रयादिपर्यन्तम् अजन्तदातवः, भुवादिगणादारभ्य क्रयादिगणपर्यन्तं सर्वेषां सेटां हलन्तदातूनाम्, अनन्तरं भुवादिगणादारभ्य क्रयादिपर्यन्तं सर्वेषां वेटाम् अनिटां, सेट् हलन्त वेट् अनिट् हलन्तदातु, अनन्तरं निजन्तदातु सनन्त यङन्त यङ्लुगन्त क्यच्यक्यश्यक्यङ् अन्यत् सर्वं चतुर्थबिन्दु आरभ्य तत्र भ्रमः न जातम्. पूर्वमेव तद्वर्गीकरणं किञ्चित् भ्रमम् उत्पादितं. तत्र भुवादिगणात् आरभ्य क्रयादिपर्यन्तं प्रथमं सर्वेषाम् अजन्तधातूनां तद् एकवारं पश्यामः. भगिनी भवती अस्ति वा? पठामि भगिनि. भुवादिगण आकारान्तदा सामान्याः आकारान्तदातवः, आकारान्तदातवः सर्वे एकाचः अनितः सन्ति. अत्र किमपि विशिष्टकार्यं न वर्तते. दातु दातव्यं, दातुं, दातृ दात्रे, दात पात् पातव्यं, पातुं, पात् नूतन दरिद्रदातु अनेकात् दात् अस्ति, सेट् अनेक सेट् अस्ति, अतः इरागमः भवति. दरिद्रदातु सूत्रमस्ति वाट्टिकम्. दरिद्रधातोः आजधातुके लोपो वक्तव्यः इत्यनेन दरिद्रधातोः आजधातुकप्रत्ययपरे आकारलोपो भवति. दरिद्रयुग ईयवतव्य दरिद्र युग ईतव्य दरिद्रितव्य दरिद्रतुं दरिद्रतृ एजन्तदातव जानीमः. आदेश उपदेशति इति सूत्रेण उपदेशे एजन्तस्य धातोः अर्थं नतु शिति परे. अतः धे धातु धे धे आदेश उपदेशति इति सूत्रेण धा भवति. दातव्य दातु दातुं दातृ ध्यायि अपि सामान्यमेव. ध्यातव्य ध्यातुं ध्यातृ सो युगातव्य शातव्य शातव्य शातुं शातृ गौ अपि गातव्य गातुं गाता गातृ. इकारान्तदातवः सामान्य इकारदातवः अत्र गुणकार्यं भवति यत् अपेक्षितं सर्वधातुकार्धातुक इति सूत्रेण. वयं जानीमः सामान्य अजन्तदातवः अनितः, परन्तु इकारान्तौ धातु अतः श्री श्री अत्र ते दौ धातु अनि सेतः स्त्री गिव् एक्साम्पल् आफ् नान् तत्र जीत सर्वद जेतव्यं जेतुं जेतृ चेतव्यं चेतव्यं चेतुं चेत्रव्य अधीयवहि सूत्रेण अध्येतव्य अध्येतुम् अध्येतृ श्री स्वीति दातु सेतौ श्री युग गुण भवति प्रथमं तदनन्तरं श्रेय इतव्य यजो यावहार इति न श्रयितव्य श्रयितुं श्रयितृ श्री इदागम तव्य गुण भूत्वा यजो वायवः इत्यनेन स्वयितव्य स्वयितुं स्वयितृ सत्यम् इति कारान्तेषु तत्र सेट् अनेक् द्वयमपि प्रदर्शितं समीचीनं भगिनी धन्यवादः महोदय तत्र मीनाति मिनोति लिङ्गां लपि च मी धातु अस्ति तदानीं प्रेषणे इति अत्र आत्मं विधीयते तत्र मी मी धातुः स्वादिगणीयधातुः अस्ति अपि च मीनाति इति अपि मीनाति इति प्रायः त्रयादिगणीयधातुः अस्ति दी धातु अस्ति दी धातु कस्मिन् गणे इति न जानामि तेषाम् आत्मं भवति मीनाति मीनोते दीङ्गान् लपि इत्यनेन तर्हि अस्तु दिवादिगणे दीङ् इति क्षये इति अस्ति दिवादिगणीयधातुः अस्ति तर्हि त्रयादिगणे मी इति भवति चेत् तत्र मी इत्यस्य एज् निमित्ते प्रत्यये परे तत्र तत्र अत्र सर्वत्र गुणनि गुण यत्र गुणः भवति तत्र आत्मं भवति तर्हि तत्र मी मातव्यं माता मातुम् इति भवति तर्हि तत्र द्वयमपि मी धातोः अपि च मी धातोः अपि दी धातोः अपि दातव्यं क्षये इति दातुम् इति तत्र अत्र दातुं दाता इति रूपं भवति क्षये अस्ते इति वयं खलु दीं क्षये इति अस्ति दाता इत्युक्ते यः क्षयं करोति एतदेव सः एव दाता इति यः दानं करोति इति अस्ति परन्तु अत्र उपदाता इति उपदाता अग्रे ईकारान्तदातुः अस्माभिः दृष्टमासीत् अत्र द्वौ धातु एव डि अपि षि इति धातु शेट् अस्ति अन्ये सर्वे अनिटः इति अस्माभिः दृष्टमासीत् तत्र डि मी नेतव्यं नेतुं नेता इति भि भेतव्यम् इति भवति क्री क्रेतव्यं क्रेता क्रेतुम् इति भवति यत्र गुणः भवति तत्र च एव एव इत्यस्य प्रसक्तिः अपि अस्ति यत्र शयितुं शयिता शयितव्यम् इति भवति तथैव डि धातुः अपि दयितव्यम् इति दयिता दयितुम् इति तत्र एच एव देधी वेवीङ् इति द्वौ धातु अस्ति तत्र तेषाम् एते सेट सेतौ अनेका इति कृत्वा तर्हि इतव्य इति अस्ति परन्तु अत्र दीर्घ इकारस्य लोपः भवति तत्र इकारान्ते इकारान्ते अपि च क्षम्यते इकारादि अथवा यकारादिप्रत्ययपदे ईकारस्य लोपः भवति इति यथा दरिद्रधातोः आकारस्य लोपः अत्र ईकारस्य लोपः भवति अत्र केवलम् इकारादि अपि च यकारादिप्रत्ययपरे इति अस्ति ईकारादिप्रत्यय क्षम्यताम् इकारादि यकारादिप्रत्ययपदे अत्र ई वर्णयोः देदीयोगोः इति सूत्रेण तर्हि देदीयोग इतव्यं इच्छति दीधीयोग इतव्यम् इति अस्ति अत्र सार्धातुकार्थ इत्यस्य प्रसक्तिः अस्ति परन्तु गुणनिषेधः भवति प्रथम अध्यायपदपादस्य षट् सूत्रमस्ति देदीव्यवीताम् इति सूत्रेण अनन्तरं तत्र ईकारस्य लोपः भवति ई वर्णयोः देदीव्ययोः इत्यनेन तत्र धीर् योगयितव्यं दीदितव्या दीदिता दीदितुम् इति भवति इति अस्ति तत्र वेवी इत्यस्यापि वेवी इति धातुः अस्ति तत्र वेवितव्यं वेवितु वेवितुं वेविता इति वेविता इति रूपाणि भवन्ति. मीङ् हिंसायां डीङ् क्षये इति अस्माभिः दृष्टमासीत्, तत्र माता मातुं दाता दातुम् इति भवति. लिङ्ग् शेषण इति अस्ति, तत्र विभाषा लीयते इति सूत्रेण तत्र तत्र आत्वं विकल्पेन भवति इति यज्ञे प्रत्यये परे. तर्हि त्रय एते त्रयः अपि ककारादिप्रत्ययाः यज्ञमित्त सन्ति, अतः तत्र तत्र रूपद्वयं भवति. विलातव्या विलातुं विलाता इति तत्र अग्रे यदि गुणः क्षम्यताम् आम् सत्यं विलातम् इति तत्र इदानीं तत्र आत्वाभावे तत्र आत्वाभावे किं भवति तत्र ली खलु तत्र ली धातुः अस्ति तत्र गुणः भवति विलेता विलेतुं विलेतव्यं यत् गुणः भवति. अनन्तरं एतद् ईकारान्त अस्ति अतः तत्र अनिट् अस्ति दीर्घ ईकारान्त अस्ति इति कृत्वा सो अत्र आत्वादेशः इति विभाषा लीयते इति लिङ् श्लेषणे इति धातोः अनन्तरं तत्र मीनाति मिनोति दिङ्गां लपि च इत्यनेनापि आत्वादेशः एव. दीदि वेवितम् इत्यनेन तु गुणनिषेधः, अनन्तरम् ईकारलोपः, तदपि दीर्घ ईकारः. अत्र एव किञ्चित् भिन्नकार्यमस्ति, अन्यत्र सर्वत्र आत्वादेशः एव. विभाषा लीयते आत्वादेशः, अनन्तरम् अस्माकं मीनाति मिनोति दीङ्गां लपि च 6151 अग्रिमसूत्रमेव, तत्र विभाषा केवलं तावदेव, आत्वमेव तत्र 50-51 सत्यम्. अत्र एव आत्वा अभावे रूपमस्ति. मिनाति मिनोति इत्यत्र तु नित्यं, तत्र तु प्रमातुं प्रमातव्यं, प्रमाता प्रमात्री प्रमातृ इति रूपम्, उपदातव्यम् उपदाता इति रूपं. सम्यक्. भगिनी वदति वा ऊकारान्तः? आं भगिनि, उकारान्तदातः सामान्यः उकारान्तदातः अत्र गुणकार्यं भवति, अतः अपेक्षितं सार्वधातुकार्धधातुकसूत्रेण यूरु नु स्नु छुष्णु इत्येतां धातूनां तत्त्व अन्ये सर्वे एकादः उकारान्तदातः अनिटः. हू धातु गुणः भवति सार्वधातुकार्धधातुकयोन होतव्य होतुं होतृ, एवमेव दृ द्रोतव्य द्रोतुं द्रोतृ. षट् चेतः उकारदधातवः इदानीं यूरु नु स्नु छु ष्णु इत्येतदशेतः. यु अस्ति चेत् सार्वधातुकार्धधातु गुणः भूत्वा यो इतव्य यजो यावयवहेन यवितव्यं यवितुं यवितृ. तदेव रूनु स्नु छु स्नु. उकारान्तः कुटादिधातवः अत्र विशेषसूत्रमस्ति गाङ् कुटादिभ्यो इणि नित् इङ् धातोः स्थाने यः गाङ् धातु, तस्मात् च कुटादिगण्येभ्यः धातुभ्यः णित् णित् णित् णित् भिन्नप्रत्ययः णित् णित् नित्वं नित्वत् भवति. अत्र कुटादिगणे 35 धातवः सन्ति, सर्वे तुदादिगणे धातवः. तव्यत्वमन्तत् प्रत्यय नित् नित् भिन्नाः, एतत् गाङ्कुटादिभ्य धातुभ्य सूत्रेण सर्वे यद्वत् भवति, ततः किनितचायतेन किनितसूत्रेण गुणनिषेधः भवति, इक् वर्णस्य गुणनिषेधः भवति. उदाहरणमस्ति गुधातु गुतव्य गुतुं गुतृ धृ धातु गतिस्तयैर्ययोः धृत्व धृतव्य धृतुं धृतृ, एवमेव कुङ् आदेशधातोः प्रसङ्गे अपि कर्तव्यं कर्तुं कुरुता कुतव्य कर्तुं कुत्ता ऊर्णुधातुः विपठितवान् महोदय पठितवन्तः ऊर्णुधातुः विभाषोर्णोः ऊर्णुधातुतः विधीयमान इडादिप्रत्ययः विकल्पेन निद्वत् भवति अतः रूपद्वयम् अस्ति ऊर्णु योग ईतव्य विक निद्वत् भूत्वा किञ्चित् इत्यनेन गुणनिषेध भवति अचिष्णु ऊर्णु योग इत अचिष्णुधातु ब्रुवां युवो युवङ्गौ इत्यनेन उकारात् धातुरूपी अङ्गस्य उकारस्थाने उवङ् आदेशो भवति अजादिप्रत्यये परे ऊर्णि ऊर्णुवितव्यम् ऊर्णुवितम् इदम् निद्वत् नास्ति चेत् गुण भवति प्रथमं सार्वधातुक आर्धधातुक ऊर्णो इतव्य यचो यावः ऊर्णवितव्यम् ऊर्णवितुम् ऊर्णवितृ ओकारान् पठामि भगिनि महोदयेन ऊर्णवितव्यम् इति तत्र रूपद्वयम् ऊर्णुधातोः ऊर्णुधातुः काशार्णोः इति सूत्रं विकल्पेन निष्वत् भवति आं भगिनि ऊकारान्त सामान्य सामान्य ऊकारान्त दातव अत्र गुणकार्यं भवति यथापेक्षितं सार्वधातुकदातुकसूत्रेण इदागम पाठे सर्वे ऊकारान्त अथवा सेतः इति अधीतवन्तः भूधातु गुण भवति सार्वधातुकाधातुकेन भूयुग ईतव्य यजो यवयवः इत्यनेन भवितव्यं भवितुं भवितृ भू अत्रापि गुणबुध पो यचो यवयवः इत्यनेन भवितव्यं पवितृ तत् वस्तुतः तु चत्वारः उकारादिधातव वेदः इति ज्ञातवन्तः वेद्धातुपाठे एते चत्वारः वेद्धातवः सन्ति दौ धू धातु धूयि कम्पने स्वादौ क्रयादौ च धू द्वौ सू धातु षं प्राणिगर्भविमोचने अदादिगणे शूं प्राणिप्रसवे दिवादिगणे धू विधून्य विधूनने द्वि कम्पने सुरादि च इति द्वौ धातु सेतौ इदादिपक्षे प्रथमं गुणं भवति सार्वधातुक अर्धधातुकयो इत्यनेन धौ यव ईतव्य यचो यावन दवितव्यं दवितुं दवितृ इदादि अनित्यादिपक्षे गुण भवति धौ तव्य दोतव्य दोतुं दोतृ एवं स्तोतव्यं श्रोतुं श्रोतृ कुटादिदातवः कुटादिगणे नु स्तवने धू विधूनने इति द्वौ ऊकारान्दातवः स्तः द्वौ अपि सेतौ द्वयोः अपि कुटादिगणेयत्वस्य गुणनिषेधः उवङ्गादेशः नु स्तवने धू विधूने नु रूपमस्ति नुवितव्य नुविधुं नुवितृ तदा एव तदनन्तरम् अचस् धातु जानीमः भ्रू धातु वच् इति धातु आदेशः भ्रू युवतव्य भ्रुवो वचिः इति सूत्रेण वच् भवति वच् युवतव्य चोहोकुः इति सूत्रेण चवर्गस्थाने कवर्गादेशो भवति वक्तव्य वक्तुं वक् ट्रू सत्यं समीचीनम् इति ब्रू धातोः तत्र तु धातु आदेशः एव ब्रुवोवचि समीचीनं भगिनि सम्यक् इति ऊकारान्तपर्यन्तम् आगतवन्तः महोदय ऋकारान्तः वदति वा एकनिमिष आम् आम् ऋकारान्तदातवः सामान्य ऋकारान्तदातवति सर्वे अनीचः ऋकारान्तदातवः तत्र द्वौ धातु स्तः तत्र वृ वर्णे वि इति तत्र द्वौ धातु एव सेटः तत्र तर्हि तत्र कर्तव्यं तत्र गुणः भवति कर्तव्यं कर्ता कर्तुम् इति धृ धातुः तथैव तत्र धर्तव्यं धर्ता धर्तुम् इति भृ धातुः भर्ता भर्तुं वृङ्वर्णे अपि वृञ् धातुः अस्ति एतत् सेट् अस्ति तर्हि तैडागः भवति तत्र रूपद्वयं भवति ऋतोः इति सूत्रेण वृ धातोः अपि च ऋकारान्तदातोः तत्र विकल्पेन दीर्घत्वं भवति इति यत्र गुणः तत्र ईकारस्य दीर्घत्वं भवति वृङ् इति अस्ति अत्र वृ इति वरि वरितव्य वरीतव्य इति भवति वरि वरितुं वरि वरि वरि वरितुम् इति तत्र भवति अग्रे तत्र वरिता वरीता इति तत्र त्रिचि इति भवति वृ इति तथैव रूपं तथैव अस्ति अत्र केवलं ञकारस्य लोप तत्र रूपसमानमेव अस्ति तत्र अग्रे स्वरदातु अस्ति स्वरति श्रूयति श्रूयति इत्यनेन तत्र यद्यपि ऋकारः अस्ति त्रीडागमः भवति अतः विकल्पेन भवति इति खलु तत्र अतः तत्र गुणः भवति स्वरित स्वरदातु अस्ति तर्हि स्वरितव्यं स्वरिता स्वरितुम् इति अनेट् पक्षे तत्र स्वर्तव्यं स्वर्तुं स्वर्ता इति रूपान्तरम् दीर्घ ऋकारान्तः सामान्य अस्ति तत्र गुणः भवति तत्र अपि च ऋकारान्तः अस्ति चेत् तत्र ऋतो वा इत्यनेन तत्र दीर्घत्वं भवति इति अस्ति तत्र तर्हि तत्र त्रिधातुः अस्ति तरीतव्यं तरितव्यम् इति तरिता तरीतुम् इति भवति तरिता तरिता इति रूपं तथैव तत्र श्रीलिङ्गे तरित्री तरित्री इति तरित्री तरित्री तरित्री इति रूपं तथैव शृ जृ गृ शृ एतेषामपि तथैव भवति दीर्घऋकारान्तः सन्ति अतः दीर्घऋकारान्तः सर्वे सेटः एव अतः गुणः भवति शृ इत्यस्य शर् शरितव्य शरीतव्य जृ इत्यस्य जरितव्य जरीतव्य इति भवति गृ वा सर्वत्र खलु हरुतो वा इति सूत्रेण भवति इति दृष्टं सत्यं तदेव तत्र विशेषः ऋतो वा इति सूत्रस्य विषयं न प्रदर्शितं खलु सूत्र महोदय अत्र अत्र सूत्रस्य विवरणं नास्ति सेवेन् खलु तत्र ऋतो वा इति ऋ धातोः ऋकारान्तेभ्यश्च धातुभ्यः इतो वा दीर्घो भवति इति खलु तत्र तावदेव पूर्णसूत्रविवरणं नास्ति खलु महोदय नास्ति अग्रे अस्ति वा अस्ति वा भगिनि नास्ति भगिनि नास्ति वा एकनिमिषम् अत्र पश्यामः किमर्थं सेवेन् टु थर्टि एय्ट् वृतो वा वृ इति वृङ् वृङ् सामान्येन ग्रहणं तस्मात् उत्तरस्य ऋकारान्तेभ्यश्च इतो वा दीर्घो भवति तावदेव अस्ति अतः प्रायः न योजित अथवा गतपाठे इडागमपाठे आसीत् इति वृ व्रीं सामान्येन ग्रहणं भवति तस्मादुत्तरस्य ऋकारान्तेभ्यः च इतौ वा दीर्घः भवति वरिचा वरीच वृत् इति किं करिष्यति इति प्रत्युदाहरणम् कृ धातुः करिष्यति वृ धातुः वरिता वरीता इति भवति तदेव प्रत्युदाहरणं करिष्यति हरिष्यति मलादेः इट् आर्धधातुकस्य ग्रहः अलिटि एव भवति अलिटि इत्यपि अनुवृत्तिः अस्ति लिट्लकारे न भवति इति तत्र अजन्तधातूनां तव्यत्तुमुन् दृच् कुटादिगणः एकः गणः दृष्टवन्तः यत्र गुणनिषेधः भवति अनन्तरं ऋकारान्तानां तुरु वृतो वा इति सूत्रेण इटः वा दीर्घः भवति वरितव्यं वरीतव्यम् इति रूपम् अनन्तरं तत्र इतोपि एकमासीत् खलु लीयते विभाषा लीयते अनन्तरं मीनाति मिनोति इत्यनेन आत्वं भवति अन्यत्र सर्वत्र तु सामान्यकार्यं केवलं सेट् वा अनिट् वा इति द्रष्टव्यं तावदेव तदस्ति चेत् तत्र किमपि विशेषकार्यम् इति किमपि नास्ति एकं तद् दीदी वेविटाम् अनन्तरं किमपि आसीत् किलो महोदय यूर् ईर् वर्णयोर्दीर्घो इकारान्त अपि च इकारान्त सारि यकारादि ईकारादिपत्ये क्षमतां यकारादि इकारादिपत्ये पदे तत्र ईकारस्य लोपः भवति खलु तदेकं कार्यं अस्तु तावदेव तत्र अजन्तधातूनां विषये अन्यत् किमपि नास्ति सेट् वा अनिट् वा द्रष्टव्यं वेट् वेट् तु अस्ति एव स्वश्रु इदानीमेव एकं दृष्टवन्तः खलु अतः तादृशमपि भवति परन्तु ऊदित् कुटादिगणीयः अस्ति चेत् तत्र गुणनिषेधः भवति गाङ्कुटादिभ्योः इत्यनेन अतः तत्रापि क्लेशः नास्ति तावदेव अजन्तधातूनां विषयः इदानीम् अग्रे किं दत्तम् अभ्वादिगणात् आरभ्य क्रयादिपर्यन्तं सर्वेषां सेट्टां हलन्तदातु अतः सेट् विषये एव इदानीं हलन्तधातुः अस्ति सेट् अस्ति अतः इडागमः भवति एव भगिनी भवती वदति वा भगिनि अभ्वादिगणात् आरभ्य क्रयादिगणपर्यन्तं सर्वेषां सेटां हलन्तधातूनां तव्यत्वमन्त्रच् रूपसिद्धिः हलन्तधातव आधिक्येन सेटः इति जानीमः यावन्तः हलन्तधातवः सेट् तेषु ये लघु उपधातवः न येषां किमपि कार्यं नास्ति केवलं वर्णमेलनमेव सामान्य हलन्तः अर्च् पूजायम् अर्च् अर्च् अर्चितव्यम् अर्चितुम् अर्चितृ चर्चा परिभाषणा हिंसा तर्जनेषु चर्चितव्यं चर्चितुं चर्चितृ तुयाच्छृ याञ्चायां याच् याचितव्यं याचितुं याचितृ घट चेष्टायां घटितव्यं घटितुं घटितृ वनशब्दे वनशब्दे अर्थे वन् वनितव्यं वनितुं वनितृ प्रस् विस्तार विस्तारे प्रस् प्रसितव्यं प्रसितुं प्रसितृ एवमेव फट् वद् मील् मृष् मूष् एवमेव तुम्मुन् पठामि पट् दातु पठितव्यं पठितुं पठितृ वद् वदितव्यं वदितुं वदितृ मील् मीलितव्यं मीलितुं मीलितृ मूष् मूषितव्य मूषितव्यं मूषितुं मूषितृ एवेव तदनन्तरं से धातुः वा लघु उपदाः तेषां पुगन्तलघु उपदेशेन उपदागुणः भवति. सेट् इदुपधातवः लिक् मिद् चित् लिक् इत्यनेन प्रथमगुणं भूत्वा पुगन्तलघु उपदेश च इत्यनेन लेक् लेखितव्यं लेखितुं लेखितृ मिद् अपि गुणं भवति. मेदितव्यं मेदितुं मेदितृ चित् चेत् चेतितव्यं चेतितुं चेतृ. सेट् उदुपदा धातुः एक एव कुटादिगणेय डिप् धातु अतः गुणनिषेधः भवति. गुडकुटाद्य कुटादिभ्यो निणि नित् इत्यनेन कुटादिगणधातुभ्यो नित् नित् नित् भिन्नप्रत्ययपदे निद्वत् भवति. विज् धातु विज् इत् तुदादिगणे विज् धातुतः ओ विजि वयचलनयोः इत्यस्मात् सर्वे विधीयमानः इदादिप्रत्ययः निद्वत् भवन्ति. उद्विजित उद्विज् इतव्य गुणबुद्ध्वा उद् प्रत्ययः सेट् अस्ति अतः निद्वत् तस्मात् कनितचासूत्रेण उद्विजितव्यम् उद्विजितुम् उद्विजित इति भवति. अतः एव गुणनिषेधः अथवा वेजि वेजि इति किमपि भवति तत्र गुणनिषेधः. ओ सेट् उदुपदा अपि पठतु भगिनि. सेट् उदुपदा दातवः ये सेट् धातोः उपधायां पुगन्तलघुपदस्य गुणं भवति. मुद् मोद् मोदितव्यं मोदितुं मोदितृ प्लुष् प्लोषितव्यं प्लोषितुं प्लोषितृ कुटादिगणे सेट् उदुपदा धातवः गां कुटादिभ्यो सूत्रेण गुणनिषे नित् नित् नित् भिन्नप्रत्यपरे निद्वत् भवति अतः किञ्चित् गुणनिषेधः. सत्यं सत्यम् अतः तत्र सर्वत्र गुणः न भवति कुटादिगणीयत्वात् न भवति. डिपितव्यं डिपितुं डिपिता इति एव रूपं भवति. तदेव तत्र आवल्यमपि दत्तमस्ति दत्तं. समीचीनं भगिनि, धन्यवादः. महोदय ऋतुपद सेट् ऋतुपद ऋतुपददातवः सेटः तत्रापि पुगत्तलघुपदस्य सूत्रेण तत्र गुणः भवति उपदा गुणः भवति. वृष् तत्र वर्षितव्य हर्षितव्य इति हर्षिता हर्षितुम् इति मध्यमध्ये अथवा हर्षितुं हर्षिता इति अथवा वर्षिता इति रूपं. कुटादिगणे सेटौ ऋतुपददातौ द्वौ क्रूड् ब्रूड् इति अस्ति. अत्र क्रीडितव्यं क्रीडिता क्रीडितुम् इति भवति. व्रडिता व्रडितुं व्रडितव्यम् इति रूपाणि भवन्ति. कृपधातुः अस्ति. कृपधातुः कृपरोलः इत्यनेन तत्र लकारः भवति. कृपः उः कृपः रः लः इति तस्य तत्र एतत् कृपु इति उदित् अस्ति इति कृत्वा वेट् अस्ति अत्र. अत्र कल्पितव्यं कल्पिता कल्पितुं कल्प्ता कल्प्तव्यम् इति तत्र अथवा कल्प्तुम् इति रूपं भवति इति खलु उदित अस्ति खलु वेट् अस्ति खलु. सत्यं गृहधातुः अस्ति. गृहः अलिटि दीर्घः इति इत्यनेन तत्र दीर्घत्वं भवति. तर्हि तत्र गृहधातुः सेट् अस्ति. ग्रहीतव्यं नित्यं भवति. ग्रहीतव्यं तत्र ग्रहीतुं गृहीता इति भवति. तत्र यत्र ऋकारान्तेषु दीर्घ ऋकारान्तेषु तत्र विकल्पेन भवति. अत्र तत्र नित्यं सत्यम् इति अस्ति. सत्यं ग्रहीतव्यम् चक्षुधातुः अस्ति, वयं जानीमः चक्षिणी चक्षिङ्ख्या इत्यनेन तत्र रूपद्वयं भवति, ख्या क्षा इति ख्या ख्यातव्यं क्षातव्यम् इति भवति, ख्याता ख्यातुम् अथवा क्षाता क्षातुम् इति रूपं भवति। अस्माभिः दृष्टं चक्षिङ्ख्या इति अत्र वस्तुतः ख्याश् आदेशः इति अस्ति, तत्र अनन्तरं तत्र यकार आदेशः भवति इति अतः ख्या अथवा क्षा इति भवति इति अस्माभिः दृष्टमासीत्। अज् धातुः अस्ति, अज् अजेः वि आदेशः भवति, तर्हि तत्र अज् धातुः आर्धातुके अघै अपि तत्र अघै अपोः इत्यनेन तत्र वि आदेशः भवति, तर्हि तत्र तर्हि तत्र गुणः भवति वेता, वेतुं वेतव्यम् इति रूपं भवति, अनिट् भवति। अज् धातु सेट् अस्ति परन्तु वि आदेशः अनिट् अस्ति। अग्रे भुवादिगणादारभ्य क्रयादिगणपर्यन्तं सर्वेषां वेटाम् अनिटान्त हलन्तधातूनां स्वरूपसिद्धिः इति अस्ति। तत्र हलन्तधातुषु वयं जानीमः द्वि अधिक एकशतधातवः अनिटः, सप्तत्रिंशत् धातवः सेट् वेटः इति अस्माभिः दृष्टम् आसीत्। तर्हि कवर्गे एकः एव अस्ति तत्र अनिट्, तत्र शक् इति धातुः अस्ति, शक्तव्यं शक्तुं शक्तः इति, तत्र किमपि नास्ति, यद्यपि खरिच इति सूत्रेण तत्र छत्वं भवति परन्तु पर्जन्यवत् इति भवति। चवर्गान्तेषु तत्र केचन अनिटः सन्ति, पच् वच् रिच् विच् सिच् मुच् इति, तर्हि पच् इति पक्ता, पक्तुं पक्तव्यम् इति भवति, वच् तथैव भवति, वक्तं वक्तुं वक्ता इति वक्तव्यम् इति, रिच् इति तत्र गुणः भवति उपादायां, रेक्ता रेक्तुं रेक्तव्यम् इति, विच् वेक्ता वेक्तुं वेक्तव्यं, सिच् सेक्ता सेक्तुं सेक्तव्यं, मुच् मोक्ता मोक्तुं मोक्तव्यम् इति भवति। तत्र सर्वत्र चकारान्त अस्ति, एतत् चु तकारादिप्रत्येव जल् अस्ति चेत् तत्र जलादि प्रत्यय अस्ति चेत् तत्र चोः कुः इत्यनेन कुत्वं भवति इति सामान्य वयं जानीमः। तत्र वेट् धातु चकारं धातु तञ्चु ओवृश्चु इति एतौ द्वौ अपि ऊदित् धातुः अस्ति, अतः वेटौ अस्ति। तत्र तञ्च् इति तत्र इडादिपक्षे तत्र तञ्च् इत्यस्य तञ्चितव्यं तञ्चितुं तञ्च् तञ्चित इति भवति। अनिट् पक्षे तत्र तञ्चि तत्र मूले नकार अस्ति इति तङ्क् एव अस्ति, अतः तत्र तङ्क् योग तव्य इदानीं तत्र अनिट् पक्षे तङ्क् योग तव्य इति कुत्वं भवति। अनन्तरं तत्र नश्च पदान्त अनुस्वारः अनुस्वारस्य परस्पाणि तङ्क्तव्य तङ्क्तुं तङ्क्ता इति रूपाणि भवन्ति। अत्र नश्च पदान्त जलि अपदान्तस्य नकारस्य जलिपदे तत्र अनुस्वारः भवति, तर्हि अनुस्वारस्य ई परस्वर्ण इति सूत्रम् अस्ति, चतुर्थपादे अस्ति, एतद् द्वितीयपादे अस्ति, नश्च पदान्तस्य जलि तृतीयपादे अस्ति। वृश्च धातु अस्ति तत्र वृश्च धातु अस्ति एतदपि वृश्च धातुः एतत् सेट् अस्ति वेट् अस्ति इति खलु वश्चु इति ओ वश्चु इति सेट् अस्ति वेट् अस्ति इति कृत्वा इडादिपक्षे तत्र किमपि नास्ति, तत्र केवलं वर्णमेलनम् अस्ति, वर्षितव्यं वर्षितुं वर्षितुं वृश्चिता इति भवति। अन्यादिपक्षे तत्र व्रश्च तत्र व्रश्च अस्ति खलु व्रश्च तव्यत् अत्र तत्र स्को संयोगाद्यन्ते चैत्यनेन तत्र सकारस्य लोपः व्रच् इति भवति, व्रच् व्रच् व्रच् व्रष्टव्य व्रच् व्रष्टुं क्षम्यतां व्रक् इति भवति खलु, क्षम्यतां व्रश् इति खलु, तत्र षत्वं भवति व्रश्च व्रश्च इत्यनेन तत्र, तर्हि अनन्तरं स्तुत्वं व्रष्टव्यं व्रष्टुं व्रष्टा इति भवति इति अस्ति। अग्रे किम् अस्ति, अकृतव्यः पाणिनि इति परिभाषा अस्तु, तत्र वृश्च शकार सकार मूले सकार एव अस्ति इति कृत्वा तत्र स्को संयोगादन्ते इत्यस्य एव कार्यं भवति इति अस्माभिः दृष्टम् आसीत् इति अस्ति। तत्र अष्टुनाष्टुः इति भवति, व्यच् धातुः करणीयं वा? व्यच् धातुः व्यच् धातुः वदतु व्यच् भवान् वदतु तत्र व्यच् धातुः व्यच् धातुः सेट् अस्ति अत्र व्यचेः कुटादित्वम् अनसि इति वक्तव्यम् इति सूत्रेण तत्र व्यच् धातोः तत्र तत्र अस्मिन् कृत्पत्या सन्ति ते सर्वे नित्वत्वं भवति इति इदानीं व्यच् इति यदा नित्वं भवति वचिष्वपि क्षम्यतां वचिष्वपि जादीनां यजादीनाम् इत्यस्मिन् अस्ति वा तत्र इडागमः भवति वा तत्र क्षम्यतां तत्र ग्रहिज्या क्षम्यतां ग्रहिज्या वै वेदि वै इत्यनेन तत्र सम्प्रसारणं भवति तर्हि तत्र सम्प्रसारणेन सम्प्रसारण इत्यनेन यकारस्य एव सम्प्रसारणं भवति तर्हि यकारस्य एव भवति विच् इति भवति विच् विच् इति अस्ति तत्र कुटादित्वम् इति कृत्वा तत्र गुणः न भवति विचितव्यं विचिता विचितुम् इति भवति सम्प्रसारणं भवति अनन्तरं गुणनिषेधः भवति विचितव्यं गुणनिषेधः कुटादित्वात् गुणनिषेधः किं कुटादि तेन वार्तिकेन कुटादिगण वार्तिकेन नित्वत्वं भवति यदा नित्वत्वं भवति तदा सम्प्रसारणं भवति ग्रहिज्या इत्यनेन इति अस्ति तत्र काङ्कुटादिभ्यो तत्र नास्ति अतः एकं वार्तिकं योजितं व्यचेः कुटादित्वं मनसि इति वक्तव्यम् इत्यनेन तत्र व्यच् धातोः ग्रहणं भवति सम्यक् एतत् उषा भगिनी आं भगिनि समयपरिवर्तनं जातं खलु न तादृशं न अस्माकं टैम् डिफरेन्स् जातं खलु डेलैट् सेविङ्ग् गाट् ओवर् सो अवर् क्लास् स्टार्टेड् अर्लियर् फार् अस् इट् इस् 8:45 नौ ऐ थिङ्क् यु ला क्लास् टैमिङ्ग् चेञ्ज् रैट् फर् यु that's what daylight saving got over right for you ayyo aam bagini ayyo shamyatam that's seva the time change for you so shamyatam bagini na asti chinta when you joined at 8:45 I realized oh she has forgotten so nasti chinta we were just revising that tavyatu muntrichiti patah eva tatra idani vyach dhatu paryantam agatavantah tad aropayami tat recording bhavati shrunotu kevalam tatra kim kim asti iti eva व्यच् अनन्तरं प्रच् भवती वदति वा प्रच् दातुः व्यच् अनन्तरं प्रच् तदपि कुटादिगणे अस्ति वा प्रच् दातुः प्रायः नास्ति कुटादिगणे तत्र अस्माकं सामान्यमेव शुवो शुडनुनासिके च अनन्तरं द्रश्च भ्रश्च कुटादिगणे ये ये धातवः सन्ति तत्र गुणनिषेधः भवति इति व्यच् धातुः कुटादिगणे नास्ति परन्तु विशेषवार्तिकं व्यचेः कुटादित्वं मनसि इति वक्तव्यम् इत्यनेन तत्र नित्वत्वम् अतः तत्र सम्प्रसारणकार्यम् अत्र तु गुणस्य किमपि विषयः नास्ति अतः तत्र किं भवति इत्युक्ते वकारः यकारः चकारः अतः तत्र अस्तु भगिनि यकारः इकारः भवति इकारः इत्यनेन वि भवति सो विच् विच् इति भवति ओके विच् योगः तव्यत् विच् योगः तव्यत् सो विचितव्यम् ओके व्यच्योगतुमन् विचितुम् ओके विचिता ओके अस्तु व्यच्योगकर्तव्यत् सम्प्रसारणं वार्तिकेन कुटादिगणः वार्तिकेन सत्यं सत्यं कुटादिगणः वार्तिकेन सम्प्रसारणं ग्रहीज्यावयि यदि वहति पृच्छति पृच्छति ओ ग्रहीज्या सूत्रे नास्ति मे बि द प्रीवियस् सूत्र आर् यजादि सम्थिङ्ग् लैक् न पृच्छति इति अस्ति खलु ओ ग्रहीज्या व्यदि वै व्यदि वहति विचति ओ पृच्छति पृच्छति ओके अनेन सम्प्रसारणं सम्प्रसारणं विच्छिदातुः विचति अस्तु प्रच्छिदातुः करोति वा प्रच्छिदातुः पृच्छति इति भवति खलु सम्प्रसारणम् इति प्रच्छिदातुः तत्र श्वः श्वः शूडनु नासिके चूडनु नासिके च इत्यनेन प्रश् धातु चुवोः सो चकारवकार तुक्सहितचकारः चुवोः शूड् अनुनासिके शकारः शङ्करशकारः ताळव्यशकारः भवति सो प्रश् प्रश् प्रश् प्रष्टियोगः तव्यत् ओके प्रष्टियोगः तव्यत् देन् अनन्तरं 8236 वाट् इस् दट् वृश्चभ्रश्च अपि कार्यं करोति दशांशः इत्यनेन ताळव्यशकारस्य स्थाने मूर्धन्यशकारः प्रश् सो प्रश् प्रष्टव्यं प्रष्टव्यं प्रष्टुं प्रश्योगः तृ प्रष्टृ बिकम्स् प्रष्ट्र न प्रष्टृ प्रष्ट प्रष्टृ प्रष्टा प्रष्ट्री प्रष्टृ आं प्रष्टृ नपुंसकलिकम् अस्तु अग्रिममस्ति जकारान्त जकारान्त अग्रे अस्ति मध्ये अस्ति भवादिगणादारभ्य क्रयादिगणपर्यन्तं हलन्तदातवः अनिटः इति सेटः समाप्तः तृतीयबिन्दुः प्रायः थर्ड् खलु थर्ड् वा चतुर्थ वा पञ्च उपाङ्गानि पूर्वं तद् समाप्तं तत् समाप्तं तृतीयबिन्दुः इण्डेक्स् मध्ये पश्यतु तृतीयबिन्दुः भुवादिगणादारभ्य क्रयादिगणपर्यन्तं सर्वेषां वेटाम् अनिण्टां च हलन्तधातूनां रूपसिद्धिः तत्र सवर्गान्तः समाप्तः चवर्गान्तः समाप्तः वेट् चकारान्तः समाप्तः अनन्तरं व्रश्च समाप्तं व्यच् अभवत् प्रच् अभवत् इदानीं जकारान्तदातवः ओके जकारान्त इकारान्त उकारान्त ऋकारान्त ओ तृतीयबिन्दु भवति उक्तवती जकारान्त दातवः अस्तु अस्तु भगिनि एकाच् जकारान्त दातवः पञ्चदश दातवः अनिटः एकाच् जकारान्त दातवः अस्ति ओके जकारान्त दातवः पय ओके पञ्चदश धातवः अनिटः येषु केचन सामान्याः केचन च विशेषाः ये सामान्याः सन्ति ते लघु उपदाः चेत् पुगन्तलघु उपदस्य च इत्यनेन गुणकार्यं भवति सामान्यानां सर्वेषाम् अल्सन्धिः भवति चोहोकुः च खरि च ओके त्यज् योगः तव्यत् चोहोकुः त्यग् ओके खरि च त्यक्तव्यं तथा एव भुज् भज् धातु भक्तुं चोहोकुः करि च निज् धातु पुगन्तलघुपदस्य च गुणकार्यं भवति नेज् चोहोकुः करि च नेक्त दव्यत्तुमुन् एव ओके गिवन् ओन्लि दव्यत्तुमुन् ओके तृच् बट् त्यक्तव्यं त्यक्तुं त्यक्ता भक्तव्यं भक्तव्यं भगिनि भज् भक्तव्यं सत्यमेव भक्ति करोति भक्तिः खलु कर्तव्यम् इति अर्थे ओके भक्तव्यं भक्तव्यं हरिः हरिः भक्तव्यं सत्यम् अस्माभिः हरिः भक्तव्यम् that sounds odd, okay. भक्तुं भक्ता भक्तात् सौण्ड्स् निज् योगः तृच् देन् नेक्तव्यं नेक्तव्यं भगिनि नेक्तव्यं नेक्तुं नेक्ता ओके एवमेव अन्येषां जकारान्तदातूनां विज् धातु विज् योगः तव्यत् विज् योगः तव्यत् तत्र सम्प्रसारणं नास्ति वा न न विज् विज् अत्र सूत्रे नास्ति विज् इति भिन्नधातु अस्ति खलु तत्र विज् इति धातुद्वयम् अस्ति खलु विजिरीति वा एतद् विजिरीति वा तत् प्रायः तत्र विजि इति इदानीमेव दृष्टवन्तः खलु तत्र वयं दृष्टवन्तः एतद् किम् अनीत अस्ति विज् जुहोत्यादिगणीय विज् अनिट् विज् विजिर् पृथक् भावे ओ विजि भयचलनयोः एव वयं दृष्टवन्तः सेट् तदेव तदेव सेट् अस्ति तत् उदादौ अपि अस्ति रुदादौ अपि अस्ति ओ विजि भयचलनयोः इति विनक्ति एतत्तु विजि पृथक् भावे जुहोत्यादिगणीयः अनिट् अनिट् धातु सो चोः कुः एव कार्यं करोति विज् योगः तव्यत् चोः कुः सो विक्तव्यं विक्तुं नो नो वेक् गुणकार्यम् अस्ति ओके सो वेक् वेक्तव्यं वेक्तुं वेक्ता भुज् धातु तदपि गुणः अस्ति भोक्तव्यं भोक्तुं भोक्ता रुज् धातु रोज् रो रोज् चोः कुः सो रोक्तुं रो न रोक्तव्यं रोक्तव्यं रोक्तुं रोक्ता सौण्ड् डसन्ट् सौण्ड् करेक्ट् भगिनि तदेव सम्यक् एव रो रो एव रोक्ता रोक्तव्यं रोक्तव्यं युज् यो युज् योक्तव्यं योक्तुं योक्ता भज् भञ्ज् धातु गुणः नास्ति ञकार जकार भञ्ज् भञ्ज् दट्ट अनुनासिक नश्चापदान्तस्य जलि ओके नश्चापदान्तस्य जलि इत्यनेन भञ्ज् अनुस्वारः भवति भञ्ज् योगः तव्यत् सो वक्तव्यं न नो कुत्वं खलु द्वितीयपादे कुत्वं तृतीयपादे अनुस्वारः तृतीयपादे अनुस्वारः नश्चापदान्तस्य जलि बङ्क् बङ्क् बङ्क् बङ्ग् इति बङ्ग् इति भवेत् बङ्ग् बङ्ग् बङ्क्तव्यं अनन्तरं ककारवर्गस्य पञ्चमवर्णस्य परसवर्णः बङ्क्तव्यं बङ्क्तुं बङ्क्ता भङ्क्ता ओके रञ्ज् धातु तथा एव तत्र चोः कुः अनन्तरं करीच अपि भवति खलु करीच बङ्क्तव्यं करीच बङ्क् बङ्क्तुं तत् करेक्ट् रैट् बङ्क् करीच एव अन्ते अन्ते भवति खलु 8-4 करिच अनन्तरम् अनुस्वारदेयपरसवर्ण अनन्तरं भवति अन्ते अनुस्वारदेयपरसवर्ण प्रथमं चोहोकुः चोहोकुः करिच देन् अनुस्वारस्य ओके अस्तु भगिनि सूत्रद्वयं करि च अपि च अनुस्वारस्य ययि परसवर्णः अस्तु रञ्ज् तथा एव चोहोकुः रञ्ज् इक् रञ्ज् इक् देन् रञ्च् रं रं तव्य देन् रं देन् रम् ओ द बञ्ज् द प्रथमं चोहुकुः बग् रञ्ज् रञ्ज् इन् गकार देन् अनुस्वार देन् करि च अनन्तरम् अनुस्वारस्य यै परसवर्णः रङ्क्तव्य रङ्क्तव्यं रङ्क्तुं रङ्क्त अस्ति तथा एव स्वञ्ज् दातु स्वञ् तदपि स्वङ्क् तव्यं स्वञ्च् ओके स्वङ्क् तव्यं स्वङ्क् तुमुं स्वङ्क् स्वङ्क्ता ओके सञ्ज् दातु तदपि सञ्च् सक्तव्यं सङ्क्तव्यं सङ्क्तव्यम् आम् आम् सङ्क्तव्यं सङ्क्तुं सङ्क् अस्तु भगिनि विशिष्ट अनिट् जकारान्तदातवः दातौ आगमः भवति मस्ज् मस्जिनशो झलि ओ तकार झलि अस्ति ओके सृज् दातु सृजि दृशो झल्यमकिति this is 7260 61 I remember 6148 or sridisho jalyam kite ta 6150 I don't know okay masjina sho jali sutram dosha samara nam no no 61 I mean around there bagini but my number could be 61 no no 48 eva bagini 58 सम्यक् एव भगिनि मस्ति नशोर्जलि 71 इति भवति अङ्गस्य इति अधिकारे अस्ति आदेश खलु 71 अधिकारे लाट् आफ् आदेश सहित 7160 Oh, I am in 8. Samyatam Bhagini, if I don't see it in the Sutra book, it just doesn't go inside my... Satyam. Aham api Sutra Sankhya ke ajana. Only the press, the popular ones. Masjina Shor... 7-1 eva, 7-1-60 eva. Masjina Shor Jali. Samyak ke. Masjina Shor Jali. Oh, idito num dato ho adaha asti. Okay, idito num dato ho adaha asti ityanena num agamaha bhavati. So masjina sho jali num agamaha bhavati masj dhatu num agamaha makara mitachontiyat paraha mitachontiyat paraha ityanena then nakara makarat anantaram immediately okay mamsja no is that mamsj bhagini क्षेमुजादीनां मस्जिनशोर्जलि इदितो नुम् धातोः ओके मस्जिनशोर्जलि नुम् आगमः भवति जलि परे ओके मस्ज् योगः तव्यत् स्कोः संयोगादि ओ प्रथमं सो स्कोः संयोगाद्योरन्ते कार्यं करोति आम् आमां तत् सकारा शुड् गो वे मस् मञ्ज् मस्ज् स्कोः प्रथमं देह दन्द किमर्थमित्युक्ते 7-1 खलु किमर्थं मस् किमर्थं मस् अन्त्यात् अचः परः खलु अन्त्यात् अचः मकारोत्तरवर्ति अकारः न न भगिनि ऐ थाट् मकारात् अनन्तरं प्रथमम् इट् विल् कम् मन्स् ऐ थाट् तत्र तदेव नुम् वक्तव्यः इति वार्तिकेन मस्यातोः नुम् अमगमः भवति अन्त्यात् वर्णात् पूर्वम् इति एतद् वार्तिकं वदति मस्येर् अन्त्यात् पूर्व नुम् वक्तव्यः इति ओ अस्तु अस्तु ओ तत्र अस्ति ओ ओके मस्येर् अन्त्यात् पूर्व नुम् वक्तव्यः ओ अस्तु भगिनि मस्ज् बिकम्स् मस्ज् मस्ज् मस् न् ज् भवति तव्यत् स्कोः संयोगादि वर्तन्ते च सकारः लोपः भवति मञ्ज् योगः तव्य ओके चोः गुः अनन्तरं नश्चापदान्तस्य जलि अनन्तरं खरि च ओके मङ्क् तव्यम् ओके मस्जि नशो जलि नुम्मागमः इदितो नुम् धातोः ओके मस्ज् योगः तुमुन् तथा एव मङ्क् मङ्क्तुं मङ्क्तृ ओके मङ्क्तृ बिकम्स् मङ्क्ता ओके मङ्क्ता मङ्क्री मङ्क्ता मङ्क्री अण्ड् मङ्क्तृ ओके स्कोः संयोगादि वर्तन्ते च वयं जानीमः ओके नश्चापदान्तस्य जलि अनुस्वारस्य ई परसवर्णः तदपि जानीमः सृज् दातु सृज् दृशो जल्यम् अकिति तत् अहं स्मरामि ओके सृज् योगः तव्यत् अम् आगमः भवति अम् इत्यनेन ओके सृयोगः अ भवति सो मिसचोन्त्यात् परः सो सृयोगः अ योगः जुयोगः तव्य इको एणचि ओके स्रज् भवति ब्रश्च ब्रश्च स्रश् योगः तव्य शुनाष्टुः स्रष्टव्यं स्रष्टव्यं स्रष्टुं स्रष्टृ स्रष्टा भवति अस्तु जलि अम् अकिति परः अकिति प्रत्ययः अस्ति चेत् भवति अम् आगमः अम् आगमः आम् एतस्मात् अनन्तरं धातु आदेशः इति विषये अस्ति इतोपि किञ्चिदेव अवशिष्टं प्रायः अग्रिमसप्ताहे तत् समापयामः अग्रिमसप्ताहे भवन्तः आरम्भं कुर्वन्तु अहं मध्ये योजयिष्यामि किमपि वर्क्शाप् अस्ति व्योमातः शाब्दबोधः इति विषये सो दट् इस् फ्रम् 7:30 to 8:30 इण्डिया टैम् अतः भवन्तः आरम्भं कुर्वन्तु अहं मध्ये आगच्छामि अस्तु भगिनि एतत् प्रायः अग्रिमसप्ताहे समापयितुं शक्नुमः इति चिन्तयामि तस्मात् अनन्तरं नूतनपाठस्य आरम्भं कुर्मः समीचीनं क्षम्यतां भगिनि नास्ति चिन्ता भगिनि इट्स् फैन् इट्स् टोटलि यस् इट् हेपन्स् समीचीनं भगिनि धन्यवादः धन्यवादः भगिनी धन्यवादः नमस्कारः